ॐ सहनववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र नत्वं नाम कुत्र तत्र नकारस्य नकारे परिवर्तनं भवति इति, तत्र निमित्तं किम् अस्ति, अपि तत्र कुत्र बाधा भवति इति एतत् सर्वं वयं दृष्टवन्तः। इदानीं तत्र श्लोकः नाम गीतायाः महत्त्वम् इति श्लोकत्रयं वर्तते। तत्र प्रथमश्लोकं यद्यपि अस्माभिः पठितः, पुनः तथापि एकवारं पुनः तं श्लोकं पठित्वा अग्रे सरामः। तर्हि तत्र वेदा भगिनी भवती एव तत्र प्रथमं पठतु भगिनी। अस्तु महोदय। गीतायाः महत्त्वम् एभिः श्लोकैः ज्ञायते। गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः, या स्वयं पद्मनाभस्य मुखपद्माद् विनिसृता, मुखपद्मात् विनिसृता। गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः, या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता। विनिसृता इत्युक्ते किम्? आगता, आगता। ओके ओके। कोऽपि वदति वा? ओके, तत्र क्रियापदं किमस्ति? कर्तव्या किमन्यैः शास्त्रविस्तरैः, या मुखपद्मात् विनिसृता इति तान्तपदम् अस्ति न तद् महोदय? विनिसृता सत्यं सत्यं तान्तपदमस्ति। ओके, अस्तु, अस्ति इति तत्र भाग एतादृशं करोतु भगिनि। गीता सुगीता कर्तव्या, सुगीता कर्तव्या इत्युक्ते गीता सम्यक् तस्य पठनं करणीयम् इति अर्थं वा तत्र? इति अर्थं सत्यं सत्यं भगिनि। नाम तत्र गीता इत्युक्ते साधारणतया किं साङ्ग् इति खलु, भगवद्गीता, अत्र तु भगवद्गीता। अतः प्रथमपदं गीता इति भगवद्गीता, किन्तु सुगीता, सुगीता नाम तत्र तस्य गायनं, तस्याः भगवद्गीतायाः गायनं सम्यक् रीत्या करणीयम्, सम्यक् रीत्या करणीयम्। अतः तत्र गीता सुगीता कर्तव्या नाम सर्वं किं भवति? कर्तव्या इति विशेषणं गीतापदस्य, सुगीता विशेषणं गीतापदस्य। गीतापदस्य विशेषणद्वयं सुगीता अपि च किमन्यैः शास्त्रविस्तरैः, किम् अन्यैः शास्त्रविस्तरैः, किम् अन्यैः शास्त्रविस्तरैः इत्युक्ते किम् अन्यैः? एतादृशी शैली अस्ति भगिनि, नाम तत्र किम् अन्यैः शास्त्रविस्तरैः तत्र लाभः भवति, यः लाभः गीतायाः पठनेन भवति तत् किम् अन्यैः शास्त्रैः भवति वा? अथवा ओ अस्तु, अन्यैः शास्त्रैः भवति वा इति प्रश्नमस्ति वा तत्र? भवति वा, तस्य पठनमेव न आवश्यकं नास्ति खलु इति अर्थे। अस्तु, तत्र विस्तरेण पठनस्य आवश्यकं वा इति वा? आवश्यकं नास्ति, नाम एतदेव वरमस्ति, नाम एतदस्ति चेत् पाठनं करोति चेत् भगवद्गीतया पाठनं करोति चेत् तत्र अन्यशास्त्रस्य आवश्यकं पठनस्य तत्र तत्सर्वं तत्सर्वम् अत्र एव अस्ति, अत्र एव अस्ति। अस्तु महोदय, अस्तु। या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता या स्वयं पद्मनाभस्य मुखपद्मात् विनिसृता आगता भगवद्गीता ओके भगवद्गीता स्वयं भगवान् कृष्णस्य मुखात् आगतः भगवतः कृष्णस्य भगवतः कृष्णस्य भगवतः कृष्णस्य मुखात् भगवद्गीतायाः किं वदामि भगवद्गीतायाः बोधनं न बोधनं वा किं वदामि तत्र भगवद्गीतायाः शब्द न आगतवती मनसि इत्युक्ते सहैव भगवद्गीतां तत्र पाठितवान् खलु तत्र आम् आम् आम् स्वयं भगवतः कृष्णस्य स्वयं भगवान् एव स्वयं पाठितवान् अतः भगवद्गीता तस्य मुखपद्मात् आगता अस्ति आगता अस्ति अतः तत्र बहु विशिष्टा अस्ति एषा भगवद्गीता भगवद्गीता इति सामान्यगीता नास्ति सामान्यशास्त्र सामान्य अपि न सामान्यगीता नास्ति गीता नास्ति बहु बहु उत्तमा गीता अस्ति नाम तत्र एतादृशी गीता वयम् अन्यत्र कुत्रापि न द्रष्टुं शक्नुमः खलु अस्तु भगवतः मुखात् एव आगता अस्ति अतः तत्र एतादृशं तत्र अन्यत्र कुत्र वयं न द्रष्टुं शक्यते न द्रष्टुं शक्यते खलु अस्तु विशिष्टा अस्ति भगवद्गीता अस्तु अग्रे सरामः तर्हि निर्वेतितभगिनी नमस्कारः शुभभगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी निवेदितभगिनी तत्र नमो नमः नमस्कारः भगिनी भवती अस्ति खलु अस्तु नमस्कारः भगिनी भवती कथमस्ति सम्यक् अस्मि अस्तु भगिनी अस्तु समीचीनम् अस्तु तर्हि तत्र अग्रे किं शोभाभगिनी अग्रे करोति वा तत्र द्वितीयं द्वितीयम् इत्युक्ते इदानीं तत्र सेवेण्टि मध्ये सर्वोपनिषदो गावो प्रसिद्धः श्लोकः आमां सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् सर्वोपनिषदो गावो इति तत्र सर्वाः उपनिषदः गावः तत्र उपनिषत् इति हलन्तः स्त्रीलिङ्गपदमस्ति अतः उपनिषदः इति स्त्रीलिङ्गबहुवचने सर्वाः उपनिषदः गावः दोग्धा गोपालनन्दनः दोग्धा इत्युक्ते यः दोग्धि इति भवति इति मन्ये तत्र इत्युक्ते किं तत्र इति भवति वा महोदय गवात् इति भवति वा अथवा दुग्धं स्वीकरोति इति तत्र गौ इति शब्दः विशेषशब्दः भगिनि मनसि तस्य विभक्तिरूपाणि न सन्ति इति मन्ये द्रष्टव्यमेव गौः गौः इति तर्हि तत्र वदामि महोदय पञ्चमी गोः इति एव भवति गोः गोः पञ्चमी गोः तर्हि तत्र पञ्चमी स्वीकुर्मः चेत् गोः दुग्धं तत्र दोग्धि इति तु एक्स्ट्राक्ट् इति अर्थ एव भवति दोग्धा इति दोग्धा इति दुग्धं प्राप्नोति गोः गोपालनन्दनः इत्युक्ते गोपालनन्दनः इत्युक्ते गोपालैः अथवा गोपालिकाभिः नन्द तान् न न गोपालान् गोपालिकाः नन्दयति इति गोपालनन्दनः अतः गोपाल नाम श्रीकृष्णः श्रीकृष्णः दोग्धा नाम यः दोहनं करोति वा दोग्धा द प्रत्यय नास्ति वा तत्र स्त्रीलिङ्गे दोग्धा आम् दोग्धा इति तत्र कर्ता अस्ति यः दुग्धं प्राप्नोति इत्युक्ते दोग्धा इति सत्यं तत्र क्तान्त एव इति मन्ये दोग्धा इति पूर्वं दृष्टवती तत्र धातुः दुः इति धातुः इति मन्ये यः दोहनं करोति दोहनम् इति भवति वा अस्तु यः यः तत्र दुग्धं प्राप्नोति तदेव अर्थः किन्तु तत्र भवति भगिनी तत्र किन्तु दोग्धा इति स्त्रीलिङ्गे न भवति खलु भगिनि दोग्धा इति स्त्रीलिङ्गे नास्ति न किन्तु आवश्यकतमपि नास्ति तत्र महोदय यतोहि अतः सर्वोपनिषदः गावः तावदेव तावदेव सर्वोपनिषदः गावः स्त्रीलिङ्गे स्त्रीलिङ्गे गोपालनन्दनः दोग्धा इत्युक्ते दोग्ध्रु दोग्ध्रु इति प्रातिपदिकं भवति तत्र तृच्छति खलु तत्र आमां तृच्छति भवति खलु सत्यं महोदय तृच्छति भवति तर्हि तत्र दुः इति धातु वा दुः दोग्धा इति दुः धातु तत्र इदानीं प्राप्तं महोदय तत्र लट्लकारे दोग्धी दुग्धः दुहन्ति इति भवति इत्युक्ते यदा भवती उक्तवती दोहनम् इति लुडन्तपदं भवति तर्हि अथवा यः गोः दोग्धि अथवा केवलं दोग्धि यतोहि तत्र अर्थः एव तादृशम् अस्ति दुहं प्रपूरणे इति यः दोग्धि सः दोग्धा दोग्धा अपि च सः गोपालनन्दनः अपि च पार्थः वत्सः वत्सः इत्युक्ते तत्र अर्थद्वयं भवति पुत्रः इति इत्युक्ते लघुवयस्कः पुत्रः अथवा कोऽपि पुत्रः इति मित्र इति अर्थ अपि न न मित्र इति नास्ति मन्ये भगिनि वत्सः इति तत्र विशेषतया गोः पुत्रः इति एव भवति तत्र वत्सः तदेकमर्थम् एकः अर्थः किन्तु तत्र वत्स इति सामान्यतया पुत्रम् अपि वदामः खलु वत्से अथवा वत्स वत्स इति महोदय यहाँ पे मतलब मुझे ऐसा लगता है कि सभी उपनिषद ये गाये हैं और उनका दोहन करने वाला श्री कृष्ण है दोहन करते समय हमेशा वत्स को सामने खड़ा किया जाता है मतलब पहला दूध वत्स को पीने को देते हैं बाद में दोहन करते हैं मतलब वो क्रिया आसान हो जाती है दोहन करने की मतलब वत्स रहेगा तो गाय अपना अपने आप दूध देने लगती है इसलिए पहले वत्स को सामने खड़ा करते हैं दोहन करते समय उसको थोड़ा दूध उसको देते हैं बाद में दूध निकाला जाता है ऐसा मुझे लगता है पता नहीं लौकिक लोके किं भवति तादृशमेव अत्र अपि अस्ति सत्यं भगिनि अग्रे भगिनि अग्रे सुधीः भोक्ता दुग्धं गीतामृतं महत् इत्युक्ते पार्थः वत्सः सुधीः भोक्ता भवति इत्युक्ते यस्य यः धीम किं यस्मिन् धीः अस्ति धीमान् इति खलु धीमान् बुद्धिः अस्ति सः भोक्ता भवति सुधीः सुधीः इत्युक्ते तत्र सु इत्युक्ते तत्र सम्यक् सम्यक् इति अपि च तस्य बुद्धिः तादृशी अस्ति या बुद्धिः स्त्रीलिङ्गे या तत्र गीतामृतम् अवगन्तुं शक्नोति तादृशः कोऽपि भवेत् यः गीतामृतं महत् गीतामृतं तत्र तस्य अवगमनं भवेत् सः पार्थः वत्सः केवलं पार्थः न किन्तु पार्थः वत्सः एव तावदेव वत्सः पातः वत्सः, किन्तु इत्युक्ते तत्र महोदय तस्य कृते यद्यपि गीता बोधिता किन्तु केवलं तस्य कृते न खलु, तत्र ये अतः तत्र अग्रे न किन्तु अत्र अर्थः सुधीः भोक्ताः भवन्ति, सुधीः भोक्ता अस्ति, सुधीः भोक्ता अस्ति, भोक्ता अस्ति चेत् तत्र भोक्ता इति विशेषणं खलु, सुधी भोक्ता सुधीः भोक्ता सुधी हा सुधी यः सुधीः तादृशः भोक्ता न सुधीः भोक्ता अस्ति नाम न कस्य भोक्ता अथवा किं भोक्ता दुग्धस्य गीतामृतं महत् दुग्धं किं तत्र गीतामृतं महत् गीतामृतम् एव दुग्धं तस्य भोक्ता अस्ति सुधीः सुधीः इत्युक्ते तत्र उक्तं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् इति अस्ति खलु, किन्तु पार्थाय प्रतिबोधितां सत्यं किन्तु केवलं पार्थाय एव न अतः एव यथा तत्र निवेदिता भगिनी उक्तवती आरम्भे तत्र वत्सं स्थापयन्ति खलु तदा एव गौः दुग्धं ददाति, किन्तु केवलं वत्सः पिबति इति नास्ति दुग्धं, सर्वे जनाः तत्र दुग्धं प्राप्नुवन्ति खलु, तथैव अत्रापि पार्थः वत्सरूपे नास्ति किन्तु केवलं तस्य कृते एव गीतामृतं नास्ति, सर्वेषां कृते गीतामृतम् अस्ति यः यः कोऽपि सुधीः पात्रः एक निमित्तम् अस्ति तत्कारणेन सर्वे जनाः गीतामृतं दुग्धं पिबति इति अतः एव सत्यं शोभवनी भवती किम् उक्तवती निवेदितभगिनी किम् उक्तवती सत्यमेव नाम पात्रः तत्र आरम्भे निमित्तम् अस्ति तस्य सः अस्ति इति कृत्वा तत्र भगवान् उक्तवान् किन्तु केवलं तस्य कृते एव तत्र वार्ता इति नास्ति बोधः सर्वेषां कृते अस्ति गीतामृतम् इति सर्वेषां कृते उपकारं करोति तस्य अतः गीतामृतं महत् तत्र तदेव दुग्धमस्ति सर्वे जनाः तत्र तस्य तत् भोक्तुम् अर्हन्ति अपि तत्र भोक्तव्यम् अस्ति नाम दुग्धं भोक्तव्यम् अस्ति अमृतं गीतामृतं भोक्तव्यम् अस्ति तदा एव तत्र अस्माकं तत्र वर्धनं भवति किन्तु तत्र सुधीः आवश्यकतम् इति द्वितीयाध्याये एव भगवान् वदति तदपि अस्ति इति उक्तवती महोदय किन्तु अत्र सुधीः इति तत्र गीतायाः तत्र तद् अग्रे गच्छति भगिनि तत्र सुधीः नाम यस्य बुद्धिः सम्यक् अस्ति सः भोक्ता इति स्वीकर्तुं शक्नुमः अत्र नाम तत्र तस्य तत्र द्वितीयाध्याये तत्र साङ्ख्ययोगं कर्मयोगं पाठयति खलु, यदा साङ्ख्ययोगः न अवगतः तदा एव कर्मयोगं पाठयति सः अर्जुनम्, अतः तत्र सुधीः इति भोक्ता भवति इत्युक्ते तत्र तदेव अर्थः इति मन्ये महोदय, यतोहि तत्र ज्ञाननिष्ठायाः अधिकारत्वमपि भवेत् इति वदति तत्र, यदा अर्जुनं वदति कर्मणि एव अधिकारः ते इति तत्र इङ्गितः अर्थः अस्ति इत्युक्ते ज्ञाननिष्ठायां न इति, यतोहि भवान् इदानीं सिद्धः नास्ति इति तत्र विस्तरतया दत्तमस्ति महोदय तत्र शङ्करभाष्ये एतत् अतः सुधीः नाम किम् इति अस्तु भगिनि अस्तु धन्यवादः सुधीः इति न तत्र नास्ति एतत्तु पद्यमस्ति किन्तु तत्र तु तदेव योगनिष्ठा ज्ञाननिष्ठा इति अस्ति तत्र यतोहि कृष्णः ज्ञानमार्गस्य एव उपदेशं कृतवान् आदौ किन्तु अर्जुनेन न अवगतम् अतः तत्र तदनन्तरं तत्र कर्मयोगं प्रति गच्छति इति तत्र तथा एव विवरणं दत्तमस्ति तत्र यतोहि सः न अवगतवान् इति अतः तत्र अस्तु भगिनि, नाम तत्र विविध तत्र सुधीः इति तत्र धीमान् इति इत्युक्ते हा विस्डम् इति भवति, किन्तु अस्मिन् प्रयोगे कस्य विस्डम् इत्युक्ते तत्र ब्रह्मज्ञानस्य विस्डम् एव. अस्तु अस्तु भगिनि, अस्तु हा अस्तु हा समीचीनं हा. अत्र सर्वोपनिषदो गावो, धन्यवादः भगिनि हा, सर्वोपनिषदो गावो हा, सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः, तत्रापि नाम तत्र किं तत्र उक्तं नाम तत्र उपनिषदः सारः एव भगवद्गीता इति अपि अस्ति खलु. आमां तदेव अस्ति तत्र सर्वाः उपनिषदः गावः इत्युक्ते तत्र किम् अनालजि खलु दोग्धा गोपालनन्दनः. आम् अतः तत्र तेषां सारांशं तत्र भगवद्गीता उपनिषदः सारांशः एव इति स्वीकृतमस्ति, स्वीकृतमेव न तदेव अस्ति तत्र सारांशः एव अस्ति, तदेव अस्ति तदेव अस्ति. अतः तत्र अतः प्रथमभागे भगवद्गीता एव तत्र उपनिषदः सारांशः, नाम उपनिषत्सु किम् अस्ति तदेव तत्र भगवद्गीतायाम् अपि अस्ति. आम् आम् सारांशरूपेण सारांशरूपेण इति अस्तु समीचीनं भगिनि. अतः तत्र प्रस्थानत्रये महोदय प्रथमम् उपनिषदः आगच्छन्ति, तदनन्तरम् एव भगवद्गीता. भगवद्गीता हा सत्यं भगिनि, तदनन्तरं ब्रह्मसूत्रम्. यतोहि सारांशः कथम् अवगम्यते, मूलकृतिं न जानीमः चेत् तत्र तत्र न्यायः. सत्यं भगिनि, किन्तु इदानीन्तनजनाः केवलं सारांशमेव जानन्ति. आम् आम् अतः तत्र अवगमनं सम्यक् न भवति महोदय, यतोहि मूलस्य तत्र विस्तृत अर्थः ज्ञातव्यः इति वदन्ति. अस्तु भगिनि समीचीनम्. अस्तु इदानीं तृतीयं तत्र निवेदिता भगिनी करोति वा. मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीतामृतस्नानं संसारमलनाशनम्. पुंसां नाम नराणां कृते पुंसां इति बहुवचनं षष्टि बहुवचनं दिने दिने अव्ययीभावसमासः अस्ति खलु, दिने दिने प्रतिदिनं प्रतिदिनं मलनिर्मोचनं पुंसां मलस्य निर्मोचनाय मतलब निर्मोचनस्य कृते निर्मोचनं दूरीकृतं मलं दूरीकृतं निर्मोचनं दूरीकृतं केन प्रतिदिनं नराणां कृते जलस्नानम् आवश्यकमस्ति. हा तदेव मलं निर्गच्छति सकृत् गीता सकृत् तत्र गीतामृतस्नानं सकृत् नाम झटिति एकवारं तत्र किं भजगोविन्दं तत्र अस्ति महोदय, सकृदपि मुरारि येन अर्चितः इति सकृत् एकवारमपि इति भवति महोदय. गीतामृतस्नानं संसारमलनाशनम् गीतामृत अत्र कर्मधारय समास अस्ति खलु, गीता एव अमृत गीता एव अमृतम् तस्य स्नानम् आवश्यकं किमर्थं संसारमलनाशनम् संसारे ये यानि कानि वासनानि सन्ति तस्य नाशनार्थं नाम समीचीनपर्णी नाम तत्र जलस्नानेन देहमलं निर्गच्छति किन्तु तत्र दिने दिने कर्तव्यम् अस्ति जलस्नानं किन्तु गीतामृतस्नानम् एकवारं कुर्मश्चेत् एव तत्र संसारमल नश्यति. या कापि वासनाः तर्हि तत्र याः काः वासनाः सन्ति तत्र नाशनार्थं गीतामृतस्नानम् एकवारं पर्याप्तम् एकवारं पर्याप्तमस्ति इति अस्तु समीचीनम् अस्तु धन्यवादः. अस्तु अग्रे सरामः तर्हि तर्हि तत्र अग्रिमे पुटे तर्हि नरेश महोदय. आम् महोदय, गीतायां गुणानां त्रिधा विभागः कृतः अस्ति. सत्त्वं रजस्तम् इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे त्रिविध विभागाः सन्ति सत्त्वं रजस्तम् रजस्तमः इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो तत्र गुणाः सन्ति खलु गुणाः के गुणाः सन्ति सत्त्वं सत्त्वमस्ति रजः अस्ति तमः कुतः आगच्छति कुतः आगच्छति गुणाः प्रकृतिसम्भवाः नाम प्रकृतिजन्यः सन्ति नाम प्रकृति एव तेषां कारणं प्रकृति एव जननी गुणानां जननी प्रकृति अतः प्रकृतिसम्भवाः गुणाः सत्त्वगुणः रजोगुणः तमोगुणः इति किन्तु ये एते गुणाः किं कुर्वन्ति निबध्नन्ति महाबाहो देहे महाबाहो इति तत्र सम्बोधनं महाबाहो अर्जुनः गुणाः निबध्नन्ति तर्हि गुणाः निबध्नन्ति तत्र क्रियापदमस्ति गुणाः कर्तृपदं निबध्नन्ति क्रियापदं कर्मपदं किम् सत्त्वं रजस्तं न अग्रे अस्ति महोदय तावत् न उक्तम् देहिनम् अव्ययम् देहिनाम् इति पदस्य प्रातिपदिकं किम् देह अस्ति न देहिन् इति प्रातिपदिकं यस्य यस्मिन् गुणः अस्ति सः गुणी गुणीन् इति प्रातिपदिकं नाम इनि प्रत्ययः इति अस्ति खलु महोदय गुणः गुणी प्रातिपदिकं गुणीन् तथैव यस्य यस्मिन् देहः अस्ति सः देहि प्रातिपदिकं देहिन् अत्र आत्मा इति अर्थः आत्मनः देहः अस्ति सहैव जीवः इदानीं नाम आत्मनः देहः अस्ति इति कृत्वा आत्मा एव देही भवति गुणी इति शब्दस्य द्वितीयाविभक्तिरूपाणि कानि गुणिन् गुणिनः गुणि गुणिनौ गुणिनः इदानीं द्वितीयविभक्ति गुणि गुणिनौ गुणिनः द्वितीयविभक्ति द्वितीयविभक्ति तत्र हलन्तपदं गुणिनः गुणिनः तत्र गुणिनं गुणिनम् इति अस्ति खलु आम् आम् गुणिनं देहि इति देहिनं देहिनं देहिनम् अस्ति देहिनम् देहिनम् इति कर्मपदम् अतः गुणाः किं कुर्वन्ति आत्मानं तत्र आत्मा इति अपि तस्य तत् द्वितीयभक्ति आत्मानं देहिनम् आत्मानं निबध्नन्ति बध्नन्ति कुत्र बन्धनं कुर्वन्ति कुत्र देहे देहे अतः तत्र गुणाः एव तत्र बन्धनं कुर्वन्ति आत्मनः बन्धनं कुर्वन्ति देहे भवति आत्मा इति अस्तु तर्हि तत्र अग्रे महोदय गुणाः त्रयः गुणाः त्रयः सत्त्वं द्वितीयरजः तृतीयतमः तमः अस्तु इति अस्ति समीचीनं धन्यवादः महोदय अस्तु अग्रे तर्हि तत्र वेदभगिनी अग्रे पठति वा प्रथमतया सत्त्वगुणः तत्र सत्त्वं निर्मलत्वात् प्रकाशकम ओ भगवद्गीताया श्लोकमस्ति वा तत्र तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयं सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ च अनघ इत्युक्ते अर्जुनः आहाराः अर्जुनः इति अनघः इति तत्र अर्जुनः वा पश्यामः अनघ इत्युक्ते अर्जुन ओ अस्तु अस्तु अनघ वित् नो पाप हीस् पापं लेस् सो तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् अनामयम् इत्युक्ते रोगः नास्ति तस्य अण्ड् प्रकाशकम् इत्युक्ते प्रकाशं ददाति इति वा प्रकाशम् अपि च निर्मलत्वम् इत्युक्ते कोऽपि दोषः नास्ति निर्मलः मलं नास्ति निर्मलं मलं नास्ति मलं नास्ति निर्मलम् अस्ति प्रकाशकम् अस्ति अपि च अनामयं न रोग अनामयम् इत्युक्ते न रोगम् अरोगम् आरोग्यम् आरोग्यं भवति तस्य इति वा तत्र सत्त्वं सत्त्वं तस्य गुणः अस्ति निर्मलत्वं प्रकाशकम् अनामयं सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च अनघ सुखसङ्गेन अपि च ज्ञानसङ्गेन बध्नाति इत्युक्ते सः सत्त्वगुणः सुखसङ्गेन अपि च ज्ञानसङ्गेन तस्य किं वदामि बध्नाति इत्युक्ते तस्य अटाच्मेण्ट् भवति इति वा अटाच्मेण्ट् बन्धनं पूर्वसूत्रे किं वदति तत्र देहे देहेन् देहे देहिनम् अव्ययं निबध्नन्ति इति तत्र वदति अत्र सत्त्वस्य विषये वदति कि सत्त्वं निर्मलत्वात् प्रकाशकम् अस्ति अपि च अनामयमस्ति इति कारणतः सुखसङ्गेन बध्नाति सुखसङ्गेन इति तत्र हा इति कारणतः नास्ति निर्मलत्वात् प्रकाशकमस्ति अनामयम् ओ निर्मलत्वात् प्रकाशकमस्ति अपि च अनामयमस्ति वा तावदेव ओके अस्तु निर्मलत्वात् प्रकाशकं प्रकाशकम् अनामयं सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च इदानीं सत्त्वगुणं कथा तत्र कथं बध्नाति इति उक्तं नाम पूर्वं यथा भवत्या उक्तं नाम तत्र गुणाः निबध्नन्ति इति उक्तम् इदानीं सत्त्वगुणं सत्त्वगुणः कथं बध्नाति इति उक्तं अत्र सुखसङ्गेन बध्नाति सुखम् इष्टम् अस्ति सुखं सुखम् इष्टम् अस्ति सुखम् इष्टम् अस्ति अतः तत्र सर्वे सुखम् इच्छन्ति अतः तत्र तेन बन्धनं भवति सुखसङ्गेन सुखम् इष्टम् इति एकं तत्र एकमस्ति द्वितीयमस्ति तत्र ज्ञानसङ्गेन ज्ञानसङ्गेन तत्र ज्ञातुं सुखसङ्गेन किं बध्नाति देहिनम् आत्मानम् देहिनं बध्नाति ज्ञानसङ्गेन सुखसङ्गेन देहिनं बध्नाति सत्त्वगुणेन इति अस्ति अस्तु महोदय अग्रे आहाराः आयुः सत्त्वबल आरोग्य सुख प्रीतिविवर्धनाः आहाराः आयुः सत्त्वबल आरोग्य सत्त्वबल आरोग्य सुखप्रीतिविवर्धनाः यज्ञः अफलार्थिभिः विधिपूर्वकं क्रियते किं वदति तत्र न अत्र मीनिङ्ग् अस्ति वा तस्य किम् अस्ति तत् यज्ञः तपः शरीर यज्ञः सात्विकगुणस्य यस्य गुणः यः सात्विकः अस्ति नाम यः सत्त्वगुणेन युक्तः अस्ति तत्र तस्य तत्र तत्र किं किं अथवा सात्विकगुणेन युक्ताः आहाराः इति एतत् सर्वम् अस्ति इति मन्ये ओहो सत्त्वगुणस्य अन्य कोऽपि वदति वा आयुः सत्त्वबल आरोग्य किमपि अत्र वक्तुमिच्छति वा अत्र तत्र सात्विक आहारः इति सात्विक आहारः किमस्ति सात्विक आहारः आयुः किम् आयुः इत्युक्ते किम् आयुः किं किं वदनीयं तत्र महोदय नाम तत्र अत्र अर्थः कः इति नाम सात्विकः इति दत्तमस्ति यज्ञः तपः दानं बुद्धिः सात्विकः तपः इत्युक्ते शारीरं तपः वाङ्मयं तपः मानसं तपः ओ सात्विकतपः इत्युक्ते शारीरं तपः वाङ्मयं तपः मानसं तपः दानं देशकालपात्रानुसारं सुपत्रा पात्राय दीयते तद्दानमस्ति बुद्धिः इत्युक्ते यमनियमश्रद्धा भक्तिमयी ओ अस्तु इत्युक्ते सात्विकः यज्ञः सात्विकयज्ञः इत्युक्ते किम् अफलार्थिभिः फलं तत्र फलस्य किं वदामि फलस्य इच्छा न करणीयं तत्र अफलार्थ यज्ञः अफलार्थ अस्ति विधिपूर्वकं क्रियते सात्विकयज्ञः इत्युक्ते विधिपूर्वकं क्रियते सात्विकस्तपः इत्युक्ते वदतु भगिनि सात्विकयज्ञः नाम किं सात्विकयज्ञः इत्युक्ते फलस्य इच्छा न इच्छा न करणीयं तत्र अफलार्थिभिः इति अस्ति अफलार्थिभिः इति तत्र विभक्ति का अफलार्थिभिः तृतीया एकवारं तर्हि वाक्यं पठतु तर्हि सात्विकः यज्ञः तत् सात्विकयज्ञः त्यजतु केवलं तत्र साक्षात् वाक्यम् अफलार्थिभिः विधिपूर्वकं क्रियते यज्ञः इत्युक्ते अफलार्थिभिः विधिपूर्वकं क्रियते यद् फल रूपं रूपं किम् अस्ति इति अस्तु अस्तु अस्तु अफलार्थिभिः विधिपूर्वकं क्रियते करणम् अस्ति तत्र अफलार्थिभिः विधिपूर्वकं भाग्यस्य आकृतिः कीदृशी सरलरूपेण प्रथमतया वदतु भगिनी वाक्यस्य आकृतिः कीदृशी क्रियते इति अस्ति क्रियते क्रियापदं क्रियते पदं कृदातु तद् यते क्रियते तत्र करोति इति नास्ति करोति इति नास्ति कुर्वन्ति इति नास्ति आत्मनेपदिरूपम् अस्ति क्रियते किम् आत्मनेपदिरूपं वा क्रियते अस्ति कर्मणि प्रयोगे कर्मणि इति वक्तव्यं कर्मणि प्रयोगे अस्ति तदेव अफलार्थिभिः तृतीया विभक्ति इदानीम् अवगतं भवति अस्तु अस्तु अफलार्थिभिः कर्तृपदं विधिपूर्वकं कर्तृपदं वा तत्र कर्मस्य न न यज्ञः क्रियते यज्ञः विधिपूर्वकं क्रियते इति ओ अस्तु अस्तु तत्र सात्विकः इति अस्ति किन्तु आहारः तपः ध्यानं बुद्धिः तत्र शोभगि किं भवती किमपि वक्तुम् इच्छति वा तत्र सात्विकः तत्र सात्विकः यज्ञः द्वे अपि रक्तवर्णे स्तः अतः सात्विकः यज्ञः अफलार्थिभिः ये फलं न इच्छन्ति अफलार्थिभिः तत् सः अस्ति सात्विकः यज्ञः तर्हि विधिपूर्वकं क्रियते किन्तु फलं न फले सङ्गत्वम् असङ्गत्वं सङ्गत्वं त्यक्त्वा फले सङ्गत्वं त्यक्त्वा ये कुर्वन्ति ईश्वरार्पणं कुर्वन्ति सः यज्ञः सात्विकः सात्विकः अस्ति तथा एव तत्र अग्रे दानम् इति अपि तत्र रक्तवर्णे अस्ति सात्विकः दानम् इति तत्र दत्तम् पात्राय दीयते तर्हि तत्र देशकालपात्रानुसारं नाम तत्र देशं दृष्ट्वा कालं दृष्ट्वा पात्रानुसारं नाम अर्हता दृष्ट्वा अर्हतां दृष्ट्वा सुपात्राय यः अर्हति तस्मै दानं दीयते चेत् तत् सात्विकदानः इति अर्थः इति वा यतोहि तत्र कृष्णः वदति अनर्हाय किम् अर्हाय अनर्हाय दानं न दातव्यम् इति अतः तत्र देशकालपात्रानुसारं सुपात्राय दीयते इति पात्रमपि सुपात्राय सुपात्राय केवलं पात्राय न सुपात्राय दीयते सः सात्विकं दानं भवति इति परन्तु आहारः तपः बुद्धिः तस्य कः अर्थः तत्र सात्विक आहारः सात्विकतपः सात्विकबुद्धिः इति वा सात्विक तत्र तपः इति केवलं तत्र त्रिधा इति दत्तं भगिनि शरीरं तपः शरीरं तपः मानसं तपः अस्तु केवलं तत्र सात्विकः इत्यस्य अन्वयः नास्ति इति मन्ये तथा एव बुद्धिः अपि त्रिधा अथवा चतुर्धा अर्थं दीयते तेन सन्ति तत्र आमाम् आम् आहारापि तथा एव आयुः आहारः सात्विक आहारः इति मन्ये खलु भगिनि इति नास्ति तत्र तत्र आयुः सत्त्व बल आरोग्य सुख प्रीति विवर्धनाः आहाराः इति दत्तम् इति मन्ये महोदय आयुः आयोः सत्त्वस्य बलस्य आरोग्यस्य सुख प्रीति विवर्धनाः वर्धनं कुर्वन्ति इति तद् अस्ति आहाराः अद्यतनकाले तु बहु न्यूनम् अस्ति खलु विरुद्धगत्यां चलति चलति सत्यं भगिनि आयुः अपि च आरोग्यं सर्वं बलं न्यूनीकरोति वेदभगिनी तर्हि सात्विक आहारः के तर्हि तत्त्वबल आरोग्यसुखप्रीतिवर्धिवर्धनाः नाम एकमेकं कृत्वा नाम आयु विवर्धना विवर्धनः आहारः सत्त्ववर्धनः आहारः बलविवर्धनः आहारः आरोग्यविवर्धन अपि सुखं तदनन्तरं प्रीतिं प्रीति वर्धनं कुर्वन्ति ये ये आहारः ते एव तत्र सात्विक आहारः यः आहारः आयुः विवर्धते सत्त्व विवर्धते आयु आयु तत्र आयुः आयु आयु शब्दान तर्हि तत्र द्वितीयविभक्ति एकवचनरूपं किम् अस्ति आयुम् इति मन्ये आयुस् न आयुः अस्ति चेत् भवति खलु आयुष् इति अस्ति चेत् आम् आयुष् तत्र नपुंसकलिङ्गपदम् अस्ति वा इति द्रष्टव्यं तर्हि तत्र आयुः आयुः इति अस्ति चेत् आयुष् इति मान्ये आमां तर्हि नपुंसकलिङ्गपदं वा आयुष् नपुंसकलिङ्ग एव महोदय शकारान्तनपुंसकलिङ्गः जीववच्छिन्नकालः जीवावच्छिन्नकालः तत्र आयुः आयुषि आयुंषि इति दत्तमस्ति अतः तत्र आयुषि आयुंषि किन्तु आयुः अतः तत्र आयुः इति प्रथम एकवचने भवति द्वितीयापि अतः आयुः वर्धते आयुः आयुं विवर्धति विवर्धयति इति भवति वा विवर्धयति अस्तु वर्धयति वर्धयति वर्धनं करोति कारयति वर्धनं कारयति आहारः इति अस्ति अस्तु समीचीनं तथैव तत्र बुद्धिः अपि तत्र यम नियम श्रद्धा भक्तिमयी बुद्धिः सात्विकः इति प्रमाणम् यम नियम श्रद्धा भक्तिमयी बुद्धिः सात्विकबुद्धिः इति प्रायश तत्रापि भवेत् अस्तु इदानीम् अग्रे तर्हि तत्र शोभगिनी अग्रे रजोगुणः आम् महोदय इदानीं रजोगुणस्य विषये तत्र रजो रागात्मकं विद्धि तृष्णासङ्गमसमुद्भवं तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् अस्तु तर्हि तत्र रज इदानीं रजो इति रजः रजः गुणः रागात्मकं विद्धि इत्युक्ते रागः इत्युक्ते तत्र पुनः सङ्गत्वम् इति आगच्छति इत्युक्ते कामः इति अपि भवति अथवा आसक्तिः आसक्तिः रागद्वेष इति आम् रागात्मकं विद्धि इत्युक्ते तत्र आसक्तिम् अत अपि च काममपि इति वक्तुं शक्नुमः वा काम जनयति इति जनयति आत्म रागात्मकम् अपि च तृष्णा सङ्गं समुद्भवं तृष्णा इत्युक्ते तत्र थर्स्टी इत्युक्ते थर्स्टी कस्मै इत्युक्ते तत्र भोगाय इत्युक्ते तत्र वस्तूनां भोगाय अतः तृष्णा अपि भवति रजगुणेन तृष्णा अपि भवति सङ्गं सङ्गम् असमुद्भवं तृष्णा सङ्गम् असमुद् असमुद्भवम् अङ्गसमुद्भवम् तत्र अस्तु तत्र समस्तपदं खलु क्षम्यतां तृष्णा सङ्गं सङ्गसमुद् न तत्र मकारः अस्ति महोदय सङ्गं सङ्गम मकार नास्ति मम पुस्तके नास्ति सङ्ग मकार नास्ति वा ओ एवं मम पुस्तके तृष्णा सङ्गम समुद्भवम् इति अस्ति ओ सङ्गम समुद्भवम् इति दत्तम् सङ्गम इत्युक्ते तत्र सङ्गम असमुद्भवम् इति भवेत् तत्र सङ्गम सङ्गम सङ्गम समुद्भवम् एव भगिनि सङ्गम नास्ति सङ्ग एव भगिनि मकारः नास्ति भगिनि तत्र मुद्रणदोषः अत्र अस्ति प्रायशः मुद्रणदोषः अस्ति भगवद्गीतायां तत्र तृष्णा सङ्गसमुद्भवमेव तत्र अस्तु इदानीं सम्यक् भवति तृष्णा सङ्गसमुद्भवम् इत्युक्ते रजोगुणेन तृष्णा अपि च सङ्गत्वं समुद्भवम् उद्भवति उद्भावयति किं रजगुणः तृष्णां रागं तृष्णां सङ्गम् उद्भावयति समुद्भावयति इति केषु इत्युक्ते ये रजगुणयुक्ताः सन्ति तेषु इत्युक्ते ते सद्गुणाः न सन्ति तत्र रागः अपि च तृष्णा तृष्णा इत्युक्ते तत्र तृष्णा कस्य विषये भवति तत्र कामः एव तद् तद् मम भवतु तदपि मम भवतु इति अन्यत्र उक्तमस्ति इति जनाः चिन्तयन्ति इति अपि च सङ्गत्वं सर्वेषु वस्तुषु अस्ति तद् सङ्गं समुद्भावयति रजगुणः अपि च तन्निबध्नाति इति भवति तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनं अतः तत्र कर्मसङ्गेन इत्युक्ते यदा कर्म क्रियते रागयुक्तः तृष्णायुक्तः सङ्गं तस्मिन् सङ्गत्वं स्थापयित्वा यः कर्म क्रियते सः न यत् कर्म क्रियते तत् कर्म निबध्नाति देहिनम् इति इत्युक्ते तत्र तस्य बन्धनस्य कारणं भवति इति इत्युक्ते तस्य मुक्तिः मोक्षः दुष्करः यतोहि तत्र सङ्गत्वम् अस्ति एतत् सर्वम् अस्ति इति अतः रजोगुणः बन्धनाय भवति यथा कर्मबन्धनाय यथा सर्व तत्र सत्त्वगुणः निबध्नाति तथैव तत्र रजोगुणः अपि निबध्नाति तत्र सुखसङ्गेन ज्ञानसङ्गेन तत्र सत्त्वगुणः देहिनं बध्नाति अत्र कर्मसङ्गेन बध्नाति अग्रे अग्रे तत्र आहाराः इदानीम् इत्युक्ते राजसः आहाराः कटु अम्ल लवण अत्युष्ण तीक्ष्ण रुक्ष विदाहिनः इत्युक्ते विदाहिनः तत्र षष्ठी इति मन्ये अथवा न षष्ठी न विदाहि बहुवचनं तत्र दाहिन ओ दाह दाहं ददति ते इति कटु अम्ल लवण अत्युष्ण तीक्ष्ण रुक्ष विदाहिनः इत्युक्ते दाहम् इत्युक्ते तत्र किं तत्र देहस्य दाहम् इति अपि भवति अपि च तदेव इति मन्ये तत्र किं दत्तमस्ति तत्र पञ्जण्ट् इति अर्थं दीयते तत्र दे बैण्ड् इदानीं दृष्ट्वा वदामि तत्र no rajas to be the nature of passion born of hankering and attachment, O son of Kunti, that binds the embodied one through attachment to action. Api cha ete aharaha api tadeva kurvanti iti tatra. Yeah, correct. Daham, that is the source of your thirst and attachment also. Or these aharas, when you take it, it is the source which creates that rajoguna. Api cha tatra rajogunina tesham kim asaktih अस्मिन् आहारे आहारे एव अस्ति इति अपि तत्र प्रायशः भवति एतादृशम् आहारम् इच्छन्ति अपि अपि च तत्र इत्युक्ते तत्र विशत् सैकल् भवति यत् यज्ञः इदानीं राजसः यज्ञः यत् फलम् उद्दिश्य दम्भार्थं क्रियते फलम् उद्दिश्य फलम् इच्छन्ति अपि च दम्भः इत्युक्ते तत्र फार् शोयिङ्ग् प्रौड् इति प्रौड् इति दम्भार्थं क्रियते अपि च तपः राजसः तपः सत्कारमानपूजार्थं दम्भेन क्रियते तत्रापि इत्युक्ते तत्र किं सदुद्देशेन यज्ञः न क्रियते सदुद्देशेन तपः अपि न क्रियते दम्भेन एव दर्शनाय अन्यान् दर्शनाय अपि च दानं प्रत्युपकार्थं फलेच्छया दीयते तदेव तत्र दानं तद् राजसी दानम् इति तत्र भगवान् वदति प्रत्युपकाराय इत्युक्ते प्रत्युपकारार्थं यत् दानं दीयते तद् राजसि भवति इति इत्युक्ते प्रत्युपकारं न अपेक्षयित्वा कर्तव्यं दानाय दानं कर्तव्यम् इति बुद्धिः राजसः बुद्धिः कथं भवति धर्मम् अधर्मं कार्यम् अकार्यं सम्यक् न जानाति इत्युक्ते धर्मः कः अधर्मः कः किं कर्तव्यं किं न कर्तव्यम् इति सम्यक् न जानाति यत्किमपि करोति भेदः न जानाति आम् भेदः न जानाति विवेकः नास्ति विवेचनम् अपि नास्ति तत्र एते सर्वाः बहु सम्यक् रीत्या दत्तमस्ति आमाम् तत्र भगवद्गीता तत्र गीतासोपानं गीताप्रवेशः पुस्तकानि उत्तमरीत्या कृतानि तत्र अस्तु समीचीनं भगिनि अत्र अन्यत् किमपि वक्तव्यम् अस्ति वा प्रायशः सर्वं उक्तम् इति इत्युक्ते राजसगुणः अस्ति चेत् तस्मात् मुक्तिं प्राप्तव्यम् इति प्रायशः तत्र राजसगुणिनः एतादृशम् आहारम् एतादृशं वर्तनं अस्ति तेषां तर्हि तत्र किं सावधानम् आवश्यकम् इत्युक्ते प्रथमं तत्र अवगमनं भवेत् एतत् सर्वं भवत् अस्ति तस्य परिवर्तनं करणीयम् इति अपि तत्र मनसि आगन्तव्यं तर्हि सम्यक् भवति इति प्रायशः सत्यं भगिनि अस्तु धन्यवादः अस्तु अग्रे तर्हि तत्र निवेदिता भगिनी अग्रे इदानीं तत्र तमोगुणः तमोगुणः तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिः तन्निबध्नाति भारत तन्नि बध्नाति भारत नाम अर्जुन सम्बोधनम् अस्ति हे भारत हे अर्जुन तमः नाम तमोगुणः तमोगुणः विद्धि मोहनं सर्वदेहिनां प्रमाद अज्ञानजम् अस्ति भगिनि तत्र समः तु अज्ञानजम् अस्ति तमः तु जम् इति किम् अस्ति जम् जकारः अन्धकारः न तमोगुणः किन्तु तमः गुणः तु अन्धकारमयः अस्ति सत्यं सत्यं हा किन्तु सत्यं किन्तु तावत्पर्यन्तं किम् अस्ति अर्थः नाम उत्पन्नं भवति वा न विद्धि नाम जानातु विद्धि त्वं जानातु नाम तत्र लोट्लकारः जम् नाम जायते जनजायते अज्ञानेन भवति अज्ञानेन भवति अज्ञानेन तत्र जन्यते नाम अज्ञानेन तमोगुणः भवति तस्य उत्पत्तिः भवति भवति इति जानातु इति अर्जुनः त्वं जानातु तं त्वं विद्धि इदानीम् अग्रे मोहनं सर्वदेहिनां मोहनं नाम मोहयति नाम तत्र मनसि यः देहं धारयति न सर्वदेहिनां सर्व आत्मा नाम देहीन् देहिनम् इति देहिन् नाम यः देहं धारयति न यस्य देहः अस्ति सः देहिनी अत्र आत्मा इदानीं तत्र आत्मा आत्मानौ आत्मानः तत्र षष्ठी किमस्ति षष्ठी बहुवचनं षष्ठी बहुवचनं आत्मनाम् आत्मानां सर्व नाम सर्वेषाम् आत्मानां मोहनं मोहनं नाम मोहितं मोहितं मोहयति मोहितं मोहयति सर्वे तत्र अतः तत्र तमोगुणः सर्वं मोहयति मोहनं करोति इति जानातु तत्र मनसि क्लेशं जनयति तत्र अग्रे प्रमाद आलस्य निद्राभिः निद्राभिः तन्निबध्नाति भारत हे भारत तत् निबध्नाति तत् नाम तत् तमोगुणं गुणः निबध्नाति नाम तत्र बन्धनं करोति तत्र केन मार्गेण नाम तत्र आलस्य तथा निद्रा निद्राणां द्वारा तत्र प्रमादेन अथवा आलस्येन अथवा निद्रया तत्र बन्धनं करोति तमोगुणः तत्र आलस्यः इति तत्र अलसः यः अस्ति प्रमाद नाम किं प्रमाद तत्र प्रमादः नाम सम्यक् बुद्धिः नास्ति नाम तत्र प्रमादः मेड्नेस् इति वदन्ति मेड्नेस् अथवा तत्र सम्यक् बुद्धिः नास्ति नाम सम्यक् रीत्या चिन्तनं न करोति इति प्रमादः आलस्यः निद्रया तत्र बन्धनं करोति तमोगुणः इति उच्छिष्टाः पर्युषिताः अमेध्याः गतरसाः उच्छिष्टम् उच्छिष्टं यत् तत्र भोजनं कृत्वा अवशिष्टं यत् अवशिष्टमस्ति. पर्युषिताः नाम दूषिता वा? पर्युषिताः अमेद्याः गतरसाः नाम यस्य रसः बहुव्रीहिसमासोऽस्ति तस्य गतरसः बहुव्रीहि अस्ति. तत्र पर्युषिताः इति तत्र तत्र किमस्ति परिउषिताः अतः कः तत्र उषितः इत्युक्ते यः वसति उषितः उषितः बचा हुआ है जो बचा हुआ है जैसे आज का कल खाना वैसे हाँ तादृशम् अस्तु अस्तु अस्तु अमेध्यः मतलब मांस मांस मांस वगैरह यस्य भक्षणं न योग्यं वा अमेध्यः न जानामि न मेध्याः अमेध्यः नाम न मेध्याः वा मांसभक्षणं वा अमेध्याः एध्याः एदति इत्युक्ते वर्धते अमेध्याः जिससे वर्धनं नहीं होगा शरीर का ऐसा है क्या देखना पड़ेगा. वो पशु भी रहते हैं ना कुछ मेध्य अमेध्य ऐसे कुछ तो कहीं तो पड़ा है. सैक्रिफाइस इत्युक्ते बलि चढ़ाया जाता है ऐसे पशु भी होते हैं ना अमेध्य और मेध्य पशु ऐसे यज्ञ. किंतु मेध्य इत्युक्ते सैक्रिफाइस इति अस्ति अहम मेध्य इति दृष्टवती अमेध्य इति अस्ति खलु तत्र अमेध्यः अस्ति अमेध्यः अस्ति मतलब ओ इत्युक्ते तत्र हो योग यज्ञे अथवा होमः अस्ति तत्र अर्पितुं न अर्हः अतः तत्र निकृष्टः उत्कृष्टः न निकृष्टः. जैसे हम लहसुन लहसुन प्याज ये जो चीज है वो अमेध्य है ना, या फिर मसूर दाल बैंगन ये चीजें हम नहीं खाते हैं उपवास और ये सब क्रिया में, तो वे शायद अमेध्य है. अमेध्य ये उड़द दाल जो होती है वो भी अमेध्य मानी जाती है ना, क्योंकि वो हम कार्य में इस्तेमाल करते हैं उसे, हम अच्छी क्रिया में इस्तेमाल नहीं करते हैं उसे, मतलब भगवान की पूजा अर्चा में नहीं उसे इस्तेमाल करते हैं. या करेक्ट, इसलिए हम थोड़ा सा उसमें यज्ञे तत्र न अर्पितुं शक्नुवन्ति पर्युषितः इत्युक्ते स्टेल नाट् फ्रेश् इत्युक्ते तत्र उषितः वसति इति परि उषितः इत्युक्ते तत्र बहुकालं भवति न तत्र तद् बहुकालं तिष्ठति इति इत्युक्ते खुला छोड़ दिया है खुला छोड़ दिया बासी बासी खाना. अस्तु तर्हि पर्युषितः भिन्नः अमेध्यः भिन्नः गतरसः भिन्नः उच्छिष्टः भिन्नः. अस्तु रसं गतः यस्य सः रसः गतः रसः गतः सत्यम्. अस्तु अग्रे यज्ञः उच्छिष्टः किं मन्त्रहीनः महोदय किं महोदय उच्छिष्टः किम् अस्ति समथिङ्ग् दट् हेस् बीन् ईटन् बै समवन् लेफ्ट् ओवर् no no no like a one left over they have tasted it and so it is uchista like someone else ate it. Word for that in Tamil matlab jhoota kaise bolte hindi mein wo ji ji ji mahode pehle ke zamane mein matlab kai log aaj bhi kai jagah honge to wo patti ka uchista khate hain matlab unke thali mein hi khana khate hain bilkul bilkul it used to be a practice many many years ago. Why many years ago I've seen my parents. चले हम बालकों का उच्चिष्ट लेते हैं ना कभी बालक छोड़ देते हैं खाना. करेक्ट तदेव हम चिंतित चिंतित ना सत्यं भगिनि यज्ञः मन्त्रहीनः अन्नदानहीनः अदक्षिणः अदक्षिण मतलब न दक्षिणः मतलब जिसमें दक्षिणा नहीं दी जाती है ब्राह्मण को दक्षिणा नहीं दी जाती है जिसमें मंत्र नहीं है अन्नदान भी नहीं दिया जाता But that is impossible. Adakshina, no Brahmin will go without Dakshina. नहीं जो ये ब्लैक मैजिक्स वगैरह करते हैं तो वहाँ शायद अदक्षिणा ही होगा ना हाँ हाँ उनके जो मंत्र है तंत्र है तो उसमें तो अदक्षिणा ही होगा ना वहाँ तो ब्राह्मिन्स नहीं होते हैं ना यज्ञ है यज्ञ में अदक्षिणा होता है क्या वो यज्ञ करते हैं क्या हाँ करते होंगे ना उनकी भी तो क्रिया रहती है ना उनके भी होम हवन तो रहते हैं लेकिन वो अदक्षिणा है ना जो मतलब दक्षिणम न दत्तम इति भवति इति मन्ये यतो हि तत्र दक्षिणं दातव्यम् एव ब्राह्मणाय यः कोऽपि यज्ञं करोति किन्तु तत्र दक्षिणं न दत्तम् इति दक्षिणः भगिनी हमें कथा थी ना नचिकेत की है ना तो उनके पिताजी ने वो जो बांझ गाय दे दी थी तो वो भी अदक्षिण ही हो गया ना एक तरह से इतिते अनहर किम तत्र अनुचितम अनुचितः दक्षिणः एव दक्षिणा नास्ति सत्यं तत्र दानम् इति आगच्छति खलु तादृशं दानं न दातव्यम् इति दक्षिणं दत्तवान् किन्तु न दत्तवान् अपि इत्युक्ते तत्र मरण मरण किं गत्यां मरणसमीपे आसन् अथवा आसन् न किन्तु आसन् एव मरणसमीपे आसन् तादृशाः गवः गावः महोदय ऐसे हमारी संस्कृति मानती है किसी अगर आप कुछ देना चाहे तो सबसे आपको जो प्रिय है वो दे दो मतलब जो आपको नहीं चाहिए वो बाजू में रख के फिर वो मत बांटो ऐसे हम कहते हैं ना करेक्ट सत्यम सत्यम बोलनी हाँ सत्यम बोलनी हाँ चलो तत्र बहु जनाः एतत् कुर्वन्ति अस्तु एतत् मह्यं न रोचते अतः अहं ददामि इति हाँ वो दान नहीं हो सकता या वो ये देने की क्रिया नहीं हो सकती हाँ जो मुझे सबसे अधिक प्रिय है वो मुझे देना चाहिए हाँ तदेव दानं भवति सत्यं भगिनी तपः परेषां विनाशाय क्रियते उसका हेतु दूसरों का नाश हो तो ये तामस गुण है ये दानम आदेश काले अपात्रेभ्यः दीयते ओके आदेश काले नाम देश नाम स्थलम स्थलम सम्यक देश नास्ति सम्यक समय नास्ति सम्यक तत्र पात्रं व्यक्ति नास्ति तदापि पात्रं समीचीनं नास्ति तदापि तत्र यदि दानं भवति चेत् तत् तामसः दानं आदेशकाले मतलब हम किसी भिखारी को पैसे दे और अगर वो उससे दारू पिए तो वो अपात्र हो गया ना सत्यं भगिनि प्रमाद बुद्धिः प्रमाद मूढता आलस्य मोह अज्ञानमयी मूढता नाम मूर्खता मूर्खता ज्ञान प्रमाद इत्युक्ते मद् मद् मद् प्रमाद तत्र अस्ति वा तत्र प्रमादः इति दृष्टवती मद् इति अस्ति अपि च अर्थः तत्र पुनः यः न जानाति यत् कर्तव्यं यत् न कर्तव्यम् इति तत्रापि दत्तं प्रमादः प्रमादः यस्मिन् मदः अस्ति इति मत्सर्यं षट् लोभः मत्सर्यम् अस्ति खलु अज्ञानमयी अस्तु आलस्य मोह अज्ञानमयी अज्ञानमयी इति तामस बुद्धिः इति. अस्तु अस्तु समीचीनं. हा तर्हि तत्र हा एकस्मिन् पुटे एव बहु किमपि अस्ति तत्र यस्मिन् विषये वयं चिन्तनं कर्तुं शक्नुमः. करेक्ट्. तत्र दत्तमस्ति. अस्तु तर्हि तत्र एतेन तत्र नत्वस्य विषयः समापितः इति मन्ये. तत्र नत्वं कुत्रापि नासीत् खलु तत्र केवलं तत्र दानम् इत्युक्ते न यज्ञ न कुत्रापि नासीत् इति मन्ये. किन्तु तत्र गीतामृतम् इति आसीत् अतः तत्र गीतामृतस्य एकं तत्र किञ्चित् अंशः अत्र दत्तः. अस्तु तर्हि अग्रे सरामः. तर्हि तत्र इदानीं तत्र णत्वम् अनन्तरं निजन्तं निजन्तम्. अस्तु तर्हि नरेश् महोदय तत्र आरम्भं करोति वा? आं महोदय. मम माता देवता. एतानि गीतावाक्यानि सावधानं परिशीलयत. सेनयोरुभयोर्मध्ये रथं स्थापय मे च्युत. स्थापय स्थापय मे अच्युत. स्थापय मे च्युत. अग्रे यं हि न व्यथयन्त्ययेते पुरुषं पुरुषर्भः पुरुषर्षभ व्यथयन्ति एते गतयन्ति एते किमस्ति. अस्तु कथं स पुरुषः पार्थ कं घातयति हन्ति कम्. अग्रे अपि नैनं एकवारं पूर्णतया पठतु महोदय. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः तेषाम् आदित्य विज्ञानं प्रकाशयति तत्परम् उद्धरेदात् मनात्मानं अवसादयेत् आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन रात्मनः. स्थूलाक्षरैः लिखितानि क्रियापदानि प्रेरणार्थकानि सन्ति. तानि प्रेरणार्थकानि सन्ति तानि चित्वा रिक्तस्थलानि पूरयत. रिक्तस्थलानि पूरयत. तर्हि तत्र स्थूलाक्षरैः के कानि पदानि सन्ति अत्र? प्रथम तु स्थापय अस्ति. स्थापय स्थापय. अग्रे व्यथयन्त्येते अस्ति. व्यथयन्त्येते. घातयति घातयति. क्लेदयन्त्यापो क्लेदयन्ति क्लेदयन्ति क्लेदयन्ति. शोषयति शोषयति. प्रकाशयति अवसादयेत् अवसादयेत् अवसादयेत्. तर्हि तत्र सर्वत्र तत्र क्रियापदमस्ति चेत् ति अथवा ते इति भवति, किन्तु अत्र सर्वत्र यकारः अपि पूर्वम् अस्ति खलु, स्थापय, एते, एते, घातयति, वेदयन्ति, यन्ति, यति, शोषयति, प्रकाशयति, अवसादयेत्, यकारः पूर्वम् अस्ति, तर्हि कारयति, करोति, कारयति. एतत् सर्वं वयं जानीमः खलु, निजन्तं नाम अधुना वयं प्रेरणार्थकक्रियास्वरूपविषयम् अवगच्छाम. इदं रूपं निजन्तम् इति कथ्यते, इति कथ्यते. अस्तु, तर्हि तत्र तत्र किं कुर्मः, तत्र प्रथमं न प्रायश तत्र श्लोकानां तत्र पठनम् अग्रिमवर्गे कुर्मः, किन्तु केवलम् एकवारं तत्र यत् शिशुगीतमस्ति तत् एकवारमपि पठामः. तर्हि तत्र वेदभगिनी अग्रे पठति वा तत्र. एतत् शिशुगीतं गायत, मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, गृहकुशला सा अतुला. ओ गा गीतमस्ति. मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, गृहकुशला सा अतुला. मम माता देवता पातयति दुग्धं, भोजयति भक्तं, लालयति नित्यं, तोषयति चित्तं. मम माता देवता, मम माता देवता, सायङ्काले नीराजयति, पाठयति च मां, शुभं करोति. श्लोकः, शुभं कुरु त्वं कल्याणं. तावत् पर्यन्तं भगिनि. तर्हि तत्र किं किम् अस्ति निजन्तपदं? निजन्तरूपं यद् स्थूलाक्षरैः लिखितं तदेव निजन्तरूपम् अस्ति. पाययति, भोजयति, लालयति, तोषयति, नीराजयति, पाठयति. तर्हि तत्र अर्थः कः? तत्र पाययति, भोजयति, इत्युक्ते सः दुग्धं पाययति इत्युक्ते प्रेरितवती, पिबनस्य विषये प्रेरितवती. पिबति, पाययति, पिबति, पाययति, भजति, मे भुञ्ज, भञ्जति, भोजयति, भञ्जति वा, भुज् भुज् दातु, भुज्जति, भुङ्क्ते, भुङ्क्ते, भुङ्क्ते, ओके, भुङ्क्ति, ओके. लालयति, ललति इति, लालयति, तोषयति, तुष्यति, तोषयति, तुष्यति, तोषयति, नीराजयति, नीराजते, प्रोबब्लि नीराजते, नीराजयति, राजते, राजते इति भवति, राजते, नीराजयति, पाठयति, पठति, पाठयति, पठति, पाठयति. एतत् वयं सर्वं जानी, सर्वे जानीमः, पठति, पाठयति इति. तर्हि तत्र पाठयति प्रेरणं महोदय. निराज, निराजयति नाम वो आरती करते हैं उसे निराजयति कहते हैं क्या? आम् इति मन्ये भगिनि. निराजनम् इति अपि अस्ति, निराजनम्. क्योंकि राज धातु राजरु दीप्तो है ना भगिनि? राज अस्ति वा रज अस्ति वा इति राजरु दीप्तो अस्ति. तदेव तद् दीपं दर्शयति खलु अतः. आम् आम्, आरती करोति वा तत्र. अधिक आयुष्य की कामना करते हैं ना हम, बच्चों के अधिक आयुष्य की कामना करते हैं. नीराजनं कुर्मः तथा तदर्थं सायंकाले नीराजयति, पाठयति च मां, मां शुभं करोति, मां शुभं करोति, स्वपिति स्वापयति इति मन्ये. रात्रौ धातुः राज् इति राजति राजते रूपद्वयम् किन्तु निजन्तम् एकमेव वा भगिनि तत्र निजन्ते रूपद्वयं भवति महोदय उभयपदं भवति हा किन्तु तत्र धातुः अपि उभयपदी एव अस्ति साधारणतया निजन्ते उभयपदी एव भवति आमाम् अस्तु समीचीनं हा तर्हि तत्र हा समीचीनं भगिनि हा तत्र तत्र अग्रिमे सप्ताहे तत्र पुनः तत्र श्लोकानां पठनं कृत्वा अर्थः कः इति जानीमः यतोहि अद्य तत्र समयः नास्ति हा अतः तत्र किन्तु निजन्तम् इति अस्माकं नूतनविषयः इति इदानीम् अस्ति अस्तु तत्र तत्र बहु किमपि दत्तमस्ति निजन्तविषये अस्तु तर्हि तत्र अन्ते तत्र शान्तिमन्त्रम् उक्त्वा तत्र विरमामः तर्हि तत्र निवेदितभगिनी वदति वा आम् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः हरिः ओम् धन्यवादः धन्यवादः भगिनि धन्यवादः धन्यवादः सर्वे नमः धन्यवादः अग्रिमे वर्गे मिलामः धन्यवादः नमस्कारः